महतः परमं व्यक्तम् अव्यक्तात् पुरुषपरः पुरुषान्नपरं किञ्चित् साकाष्ठा सा परागतिः. महतोऽपि परं सूक्ष्मतरं प्रत्यगात्मभूतं सर्वमहत्तरं च अव्यक्तं सर्वस्य जगतः बीजभूतम् अव्याकृतनामरूपं सतत्त्वं सर्वकार्यकारणशक्तिसमाहाररूपम् अव्यक्तम् अव्याकृत आकाशादीनामवाच्यं परमात्मनि भूतप्रोतभावेन समाश्रितं वटकणिकायामिव वटवृक्षशक्तिः. तस्मादव्यक्तात् परः सूक्ष्मतरः सर्वकारणकारणत्वात् प्रत्यगात्मत्वाच्च महांश्च अत एव पुरुषः सर्वपूर्णः. ततो अन्यस्य परस्य प्रसङ्गं निवार्य नाहं पुरुषान्न परं किञ्चिदिति. यस्मान्नास्ति पुरुषाच्चिन्मात्रगणात् परं किञ्चिदपि वस्मन्तरं तस्मात् सूक्ष्मत्वमहत्त्वप्रत्यगात्मत्वानां सा काष्ठानिष्ठापर्यवसानं अत्र हि इन्द्रियेभ्यः आरभ्य सूक्ष्मत्वादिपरिसमाप्तम्. अस एव च गन्तॄणां सर्वगतिमतां संसारिणां सा परा प्रकृष्टा गतिः यद्गत्वा निवर्तन्ते इति स्मृतेः. एष सर्वेषु भूतेषु गूढोत्मानः प्रकाशते दृश्यते तु अग्र्या बुद्ध्या सूक्ष्म्या सूक्ष्मदर्शिभिः. ननु गतिश्चेत् आगत्यापि भवितव्यं कथं यस्माद्भूयो न जायते इति नैष दोषः. सर्वस्य प्रत्यगात्मत्वात् अवगतिरेव गतिः इत्यपचर्यते. प्रत्यगात्मत्वं च दर्शितम् इन्द्रियमनोबुद्धिपरत्वेन. यो हि गन्त सोऽयम् अप्रत्यग्रूपं पुरुषं गच्छति अनात्मभूतं न विन्दति स्वरूपेण. तथा च श्रुतिः अनद्वगाद्वसुपारयिष्णवः इत्यन्य तथा च दर्शयति प्रत्यगात्मत्वं सर्वस्य. एष पुरुषः सर्वेषु ब्रह्मादिस्तम्भपर्यन्तेषु भूतेषु गूढः संवृतः दर्शनश्रवणादिकर्म अविद्यामायाच्छन्नः अत एव आत्मा न प्रकाशते आत्मत्वेन कस्यचित्. अहो अतिगम्भीरदुरवगाह्यविचित्रा च इयं माया. यदयं सर्वो जन्तुः परमार्थतः परमार्थसतत्वोऽपि एवं बोध्यमानम् अहं परमात्मा इति न गृह्णाति. अनात्मानं देहीन्द्रियादिसङ्गातम् आत्मनो दृश्यमानमपि गडादिवतु आत्मत्वेन अहम् अमुष्यपुत्रः इति अनुच्यमानोऽपि गृह्णाति. नूनं परस्यैव माया मोमुख्यमानः सर्वो लोक अयं बम्भ्रमीति. तथा च स्मरणं नाहं प्रकाशः सर्वस्य योगमाया समावृतः इत्यादि. ननु विरुद्धमिदमुच्यते मत्वा धीरो न शोचति न प्रकाशते इति च. नैतदेवम् असंस्कृतबुद्धेः अविज्ञेयत्वात् न प्रकाशते इत्युक्तं. दृश्यते तु संस्कृतया अग्रिय अग्रहमिव अग्रियातया एकाग्रतया उपेतया इत्येतत्. सूक्ष्म्य सूक्ष्मवस्तुनिरूपणपरे कैः सूक्ष्मदर्शिभिः इन्द्रियेभ्यः पराहृत इत्यादिप्रकारेण सूक्ष्मता पारम्पर्यदर्शनेन परं सूक्ष्मं द्रष्टुं शीलं येषां ते सूक्ष्मदर्शिनः तैः सूक्ष्मदर्शिभिः पण्डितैः इत्येतत्. यच्छेद्वाङ् मनसि प्राज्ञः तद्यच्छे ज्ञानात्मनि ज्ञानमात्मनि महती नियच्छे तद्यच्छे शान्तात्मनि. तत्प्रतिपत्ति उपायमः यच्छे नियच्छे उपसंहरे प्राज्ञः विवेकि. किं वाक् वाचं वागत्र उपलक्षणार्थः सर्वेषाम् इन्द्रियाणि. क्व मनसि मनसि छान्दसं दैर्घ्यं तच्च मनः यच्छे ज्ञाने प्रकाशस्वरूपे बुद्धौ आत्मनि. बुद्धिर्ह मनादिकरणानि आप्नोति इति आत्मा प्रत्यक्षतेश. ज्ञानं बुद्धिम् आत्मनि महति प्रथमजे नियच्छे. प्रथमजप स्वच्छस्वभावकम् आत्मनो विज्ञानम् आपादयेदित्यर्थः. तं च महान्तम् आत्मानं यच्छे शान्ते सर्वविशेषप्रत्यस्तमितरूपे अविक्रिये सर्वान्तरे सर्वबुद्धिप्रत्ययसाक्षिणि मुख्ये आत्मनि. उत्तिष्ठतजाग्रता प्राप्यवरान् निबोधत क्षुरस्य धारानिहिता दुरत्यया दुर्गं पतस्तत्कवयो वदन्ति. एवं पुरुषे आत्मनि सर्वं प्रविलाप्य नामरूपकर्मत्रयं यन्मिथ्याज्ञानविजृम्भितं क्रियाकारकफललक्षणं स्वात्मयाथात्मज्ञानेन मरीचि उदकरज्जुसर्पगगनमलानीव मरीचिरज्जुगगनस्वरूपदर्शनेनैव स्वस्थः प्रशान्तः कृतकृत्यो भवति यतः. अतः तद्दर्शनार्थम् अनादि अविद्याप्रसुप्तः उत्तिष्ठतः जन्तवः आत्मज्ञानाविमुखः भवत् जागृत अज्ञाननिद्रायाः घोररूपायाः सर्व अनर्थबीजभूतायाः क्षयं कुरुत। कथं प्राप्य उपगम्य वरान् प्रकृष्टान् आचार्यान् तत्त्वविदः तदुपदिष्टं सर्वान्तरम् आत्मानम् अहमस्मीति निबोधत अवगच्छत। न हि उपेक्षितव्यमिति श्रुतिः अनुकम्पयाः मातृत्वम् अतिसूक्ष्मबुद्धिविषयत्वात् ज्ञेयसि। किमिव सूक्ष्मबुद्धिः इति उच्यते क्षुरस्य धार अग्रं निशित तीक्ष्णीकृत दुरत्यय दुःखेन अत्ययस्याः स दुरत्य यथा सा पद्भ्यां दुर्गमनीय तथा दुर्गं दुःसम्पाद्यम् इत्येतत्। पथः पन्थानं तत्तं ज्ञानलक्षणमार्गं कवयः मेधाविनो वदन्ति। ज्ञेयस्य अतिसूक्ष्मत्वात् तद्विषयस्य ज्ञानमार्गस्य दुःसम्पाद्यत्वं वदन्ति इत्यभिप्रायः। अशब्दमस्पर्शम् अरूपमव्ययम् तथार्थम् नित्यमगन्धवच्चैतम् अनाद्यनन्तम् महतः परम् ध्रुवम् निचायतम् मृत्युमुखात् प्रमुच्यते। तत्कथम् अतिसूक्ष्मत्वम् ज्ञेयस्य इति उच्यते स्थूल तावदीयम् मेदिनि शब्दस्पर्शरूपरसगन्धोपचित सर्वेन्द्रियविषयभूत तथा शरीरम् तत्र एकैकगुणापकर्षेण गन्धादीनां सूक्ष्मत्वमहत्त्वविशुद्धत्वनित्यत्वादितारतम्यम् दृष्टम् अबादिषु यावदाकाशमिति। ते गन्धादयः सर्वे एव स्थूलत्वात् विकाराः शब्दान्ताः यत्र न सन्ति किमु तस्य सूक्ष्मत्वादि निरतिशयत्वं वक्तव्यमिति एतद् दर्शयति श्रुतिः अशब्दम् अस्पर्शम् अरूपम् अरसम् अगन्धवच्चेत् एतद्व्याख्यातं ब्रह्म। अव्ययम् यद्धि शब्दानिम तद्व्येति इदं तु अशब्दादिमत्वात् अव्ययं न व्येति न क्षीयते अत एव च नित्यं यद्धि व्येति तदनित्यम् इदं तु न व्येति अतो नित्यम् इतश्च नित्यम् अनादि अविद्यमानः आदिः कारणमस्य तदिदम् अनादि यच्च आदिमं तत्कार्यत्वात् अनित्यं कारणे प्रलीयते यथा पृथिव्यादि इदं तु सर्वकारणत्वात् अकार्यम् अकार्यत्वात् नित्यं न तस्य कारणमस्ति यस्मिन् प्रलीयेत तथा अनन्तम् अविद्यमानो अन्तः कार्यमस्य तदनन्तम् यथा कदल्यादेः फलादिकार्योत्पादनेनापि अनित्यत्वं दृष्टं न च तदापि अन्तवत्त्वं ब्रह्मणः अतोऽपि नित्यम् महतः महत्वात् बुद्ध्याख्यात् परं विलक्षणं नित्यविज्ञप्तिस्वरूपत्वात् सर्वसाक्षी सर्वभूतात्मत्वात् ब्रह्म उक्तं हि येष सर्वेषु भूतेषु इत्यादि ध्रुवं च कूटस्थं नित्यं न पृथिव्यादिवत् आपेक्षिकं नित्यत्वं तत् एवं भूतं ब्रह्म आत्मानं निचाय्य अवगम्य तम् आत्मानं मृत्युमुखात् मृत्युगोचर अविद्याकामकर्मलक्षणात् प्रमुच्यते वियुज्यते। नाचिकेतम् उपाख्यानं मृत्युप्रोक्तकं सनातनम् उक्त्वा श्रुत्वा च मेधावी ब्रह्मलोके महीयते। प्रस्तुतविज्ञानस्तुत्यर्थमः श्रुतिः नाचिकेतं नचिकेत्सा प्राप्तं नाचिकेतं मृत्युना प्रोक्तं मृत्युप्रोक्तम् इदम् आख्यानम् उपाख्यानं वल्लीत्रयलक्षणं सनातनं चिरन्तनं वैदिकत्वात् उक्त्वा ब्राह्मणेभ्यः श्रुत्वा च आचार्येभ्यः मेधावी ब्रह्मैव लोको ब्रह्मलोकः तस्मिन् ब्रह्मलोके महीयते आत्मभूतः उपास्य भवति इत्यभिप्रायः। य इमं परमं गुह्यं श्रावयेद्ब्रह्म संसदि प्रयतश्राद्धकाले वा तदानन्त्याय कल्पते तदानन्त्याय कल्पते इति। यः कश्चिदिमं ग्रन्थं परमं प्रकृष्टं गुह्यं गोप्यं श्रावयेत् ग्रन्थतो अर्थतश्च ब्राह्मणानां संसदि ब्रह्मसंसदि प्रयतः शुचिर्भूत्वा श्राद्धकाले वा श्रावयेत् पुञ्जानां तच्छ्राद्धम् अस्य आनन्त्याय अनन्तफलाय कल्पते समर्थ्यते दुर्वचनम् अध्यायपरिसमाप्त्यर्थम् इति तृतीयवल्लीभाष्यम्। द्वितीयोऽध्यायः एष सर्वेषु भूतेषु गूढोत्मनः प्रकाशते दृश्यते तु अग्र्या बुद्ध्या इत्युक्तं कः पुनः प्रतिबन्धो अग्र्याया बुद्धेः येन तदभावात् आत्मा न दृश्यते इति तदर्शनकारणप्रदर्शनार्थवल्ली आरभ्यते। विज्ञातेः श्रेयप्रतिबन्धकारणे तदपनयनाय यत्नः आरब्धुं शक्यते न अन्यथा इति। पराञ्जिकानि वितृणस्वयम्भूः तस्मात् परां पश्यति नान्तरात्मन् कश्चिद्धीरः प्रत्यगात्मानमैकतो आवृतचक्षुहमृतत्वमिच्छन् पराञ्चि परागञ्चन्ति गच्छन्ति इति खानि ख उपलक्षितानि श्रोत्रादीनि इन्द्रियाणि कानि इत्युच्यन्ते। तानि परांचेव शब्दादिविषये प्रकाशनाय प्रवर्तन्ते। यस्माद् इयं स्वभावकानि तानि व्यतृणन् हिंसितवान् हननं कृतवान् इत्यर्थः। कोऽसौ स्वयंभूः परमेश्वरः स्वयमेव स्वतन्त्रः भवति सर्वदा न परतन्त्रः इति। तस्मात् परान् परागरूपान् अनात्मभूतान् शब्दादीन् पश्यति उपलभते उपलब्धा न अन्तरात्मन् न अन्तरात्मानम् इत्यर्थः। एवं स्वभावेऽपि सति लोकस्य कश्चिन् नद्यः प्रतिस्रोतः प्रवर्तनमिव धीरः धीमान् विवेकी प्रत्यगात्मानि प्रत्यक्षासौ आत्मा च इति प्रत्यगात्मा प्रतीची एव आत्मशब्दरूढो लोके नान्यत्र। व्युत्पत्तिपक्षेपि तत्रैव आत्मशब्दो वर्तते। यच्च आप्नोति यदादत्ते यच्च अत्ति विषयानिह यच्च अस्य सन्ततो भावः तस्मादात्मेति कीर्त्यते इति आत्मशब्दव्युत्पत्तिस्मरणात्। तं प्रत्यगात्मानं स्वस्वभावम् ऐक्षतु अपश्यतु पश्यति इत्यर्थः। छन्दसि काल अनियमः कथं पश्यति इति उच्यते आवृत्तचक्षुः। आवृत्तं व्यावृत्तं चक्षुः श्रोत्रादिकम् इन्द्रियातम् अशेषविषयातु यस्य स आवृत्तचक्षुः। स एवं संस्कृतः प्रत्यगात्मानं पश्यति। न हि बाह्यविषयालोचनपरत्वं प्रत्यगात्म ईक्षणं च एकस्य सम्भवति। किमिच्छन् पुनः इत्थं महता प्रयासेन स्वभावप्रवृत्तिनिरोधं कृत्वा धीरः प्रत्यगात्मानं पश्यति इति उच्यते। अमृतत्वम् अमरणधर्मत्वं नित्यस्वभावतामिच्छन् आत्मनः इत्यर्थः।